गुरुमागुरुविष्णुगुरुदेवो महेश्वरगुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र द्वितीयविध असमवायिकारणम् इति तत्र असमवायिकारणे तत्र प्रथमविध तत्र सोपानेन तत्र समवायिकारणमस्ति अपि असमवायिकारणमस्ति इदानीं तत्र द्वितीयविध असमवायिकारणं तत्र यत्र घटः अस्ति घटस्य समवायिकारणं भवति कपालः अपि तत्र असमवायिकारणं घटस्य भवति कपालसंयोगः इति अस्ति इति वयं दृष्टवन्तः इदानीं तत्र नूतनविषयः अस्ति तत्र द्वितीयविध असमवायिकारणं तत्र उदाहरणम् अस्ति नाम तत्र घटस्य परिमाणम् अथवा तत्र रक्तवर्णघटः इति चिन्तयतु रक्तरूपम् इति घटे अस्ति तर्हि घटे परिमाणम् अथवा रूपं यत्किमपि भवेत् गुणः यः कोऽपि गुणः तर्हि परिमाणम् इति स्वीकुर्मः यतोहि तदेव तत्र करपत्रे अपि अस्ति घटपरिमाणं प्रति तत्र कपालपरिमाणं कारणम् इति तु सर्वे अङ्गीकुर्वन्ति प्रसिद्धः घटपरिमाणं प्रति कपालपरिमाणं कारणम् तर्हि तत्र कारणम् इति आनुभविकः किन्तु तत्र कारणम् इति यदि वदामः तत्र निकषत्रयमस्ति नाम तत्र कारणम् इति यत् स्वीकुर्मः तत् कार्याधिकरणे भवेत् सर्वदा कार्याधिकरणे भवेत् नाम यत्र यत्र कार्यसुत्पत्तिः तत्र तत्र कार्याधिकरणे कारणं भवेत् अपि कार्यस्य उत्पत्तेः पूर्वक्षणं कार्याधिकरणे कारणं भवेत् इति तर्हि सामानाधिकरण्यम् आवश्यकम् अस्ति कार्यकारणभाव सन्दर्भे तर्हि तत्र घटपरिमाणं तस्य अधिकरणं तु घटः कपालपरिमाणं तस्य अधिकरणं तु कपालः कपालः अपि घटः भिन्नः तर्हि तत्र सामानाधिकरण्यं न भवति साक्षात् न भवति यत्र कार्यकारणभावः आनुभविकः अपि तत्र सामानाधिकरण्यं तत्र न दृश्यते साक्षात् नास्ति तत्र साधनीयम् अस्ति सामानाधिकरण्यं साधनीयमस्ति नाम परम्परया तत्र साधनीयम् इति वयं गतवर्गे तत्र पठितवन्तः इदानीं तत्रैव तत्र किञ्चित् पठित्वा अग्रे सरामः तर्हि तत्र करपत्रे वयं कुत्र स्मः इति पश्यामः तर्हि तत्र नूतनतया तत्र अनीता भगिनी नमस्कारः नमस्कारः महोदय उषा भगिनी नमस्कारः चन्द्रमती भगिनी नमस्कारः नमस्कारः मृणालिनी भगिनी नमस्कारः अस्तु तर्हि तत्र वयं गतवर्गे वयं किं कृतवन्तः इत्युक्ते तत्र वयं तत्र घटपरिमाणं कपाले अस्ति इति साधितवन्तः तत्र चित्रम् अपि अस्ति तत्र कोऽपि किञ्चित् वदति वा तत्र केन सम्बन्धेन तत्र परम्परासम्बन्धः कीदृशः इति कोऽपि किञ्चित् वदति वा तत्र सोपानेन गच्छामः तत्र तर्हि तत्र तर्हि तत्र मृणालिनी भगिनी तर्हि तत्र घटपरिमाणं घटे अस्ति केन सम्बन्धेन मृणालिनी भगिनी अस्ति वा अस्तु तर्हि तत्र चन्द्रमती भगिनी तर्हि तत्र घटपरिमाणं वदतु भगिनि समवायसम्बन्धेन समवायसम्बन्धेन परिघटपरिमाणं घटे अस्ति इति कृत्वा घटः कः भवति तत्र तस्य नामकरणं किम् अधिकरणम् अधिकरणम् अपि तत्र वयं तत्र पठितवन्तः तत्र स्वसमवायी स्वम् इत्युक्ते किम् समवायि इत्युक्ते घटपरिमाणः घटे तत्र स्वम् इत्युक्ते घटपरिमाण घटपरिमाणम् उत्तमं हा घटपरिमाणं स्वम् इत्युक्ते घटपरिमाणं स्वसमवायि इत्युक्ते घटः स्वसमवायि इत्युक्ते घटः इति वयं दृष्टवन्तः हा अपि पुनः तत्र नरसिंहहेगडेमहोदय पुनः तत्र कपालः घटः कपाले केन सम्बन्धेन वर्तते महोदय हेग्डे महोदय बस् याने अस्ति वक्तुं न शक्यते इति सूचितवान् तर्हि तर्हि अस्तु अस्तु चिन्ता मास्तु तर्हि विमला भगिनी भवती एव तत्र घटः कपाले केन सम्बन्धेन अस्ति समवायसम्बन्धेन अस्ति महोदय तर्हि कपालः किं भवति घटस्य घट समवायिकारणं भवति समवायि स्वसमवायि समवायित्व हा तर्हि हा तर्हि तत्र स्वम् इति इदानीं त्यजामः एकनिमिषं मास्तु किन्तु घट समवायसम्बन्धेन कपाले अस्ति इति कृत्वा घटस्य समवायी भवति हा घटसमवायी घटस्य समवायी अथवा घटसमवायी समीचीनं हा इदानीं द्वयमपि योजयित्वा वदतु तर्हि इदानीं घटपरिमाणं तस्य कृते कपालः कः भवति स्वसमवायी समवायित्व इति भवति इति वस्तु भवति तर्हि घटपरिमाणम् इदानीं केन सम्बन्धेन कपाले अस्ति स्वसमवायि समवायित्वसम्बन्धेन कपाले अस्ति तर्हि घटपरिमाणं स्वसमवायि समवायित्वसम्बन्धेन कपाले अस्ति इदानीम् इति वयं दृष्टवन्तः समीचीनं तर्हि इदानीं तर्हि तत्र घटपरिमाणं कपाले अस्ति खलु तर्हि परम्परासम्बन्धेन स्वसमवायिसमवायित्वसम्बन्धेन कपाले अस्ति कपालपरिमाणमपि कपाले अस्ति तर्हि सामानाधिकरण्यं साधितं कार्यमपि अधिकरणे अस्ति कपाले कारणमपि अस्ति कपाले अधिकरणं तर्हि सामानाधिकरण्यम् अभवत् इदानीं यथा वयं पूर्वं उक्तवन्तः नाम तत्र कपालः समवायिकारणं घटस्य इति तत्र वयं किम् उक्तवन्तः कपालः तत्र विमला भगिनी वदति वा तत्र कपालः स्वस्मिन् इति तद्वाक्यं तादृशवाक्यं कपालः स्वस्मिन् तत्र घटम् उत्पादयति इति तत्र घटं प्रति कपालः समवायिकारणम् इति तत्र कपालः स्वस्मिन् स्थित्वा इति कपालः तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा समवायेन घटं जनयति उत्तमं भगिनि हा इदानीं तादृशवाक्यं तत्र शुभदा भगिनि तत्र पूर्वं तत्र कारणमासीत् कपालः कार्यमासीत् घटः अपि वयम् उक्तवन्तः कपालः तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा समवायसम्बन्धेन घटं जनयति इति इदानीं शुभदा भगिनी तत्र इदानीं कपालपरिमाणमिति कारणं घटपरिमाणमिति कार्यम् इदानीं तत्र तादृशवाक्यं वदति वा भगिनि शुभदा भगिनी सहायं करोमि तर्हि कपालपरिमाणमिति कारणं कपालपरिमाणम् इति कारणं केन सम्बन्धेन कपाले अस्ति कपालपरिमाणम् इति कारणं समवायसम्बन्धेन कपाले स्थित्वा एषः सम्बन्धः कः स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं जनयति इति अस्ति भगिनि, उत्तमं, धन्यवादः. अस्तु, इदानीं तत्र अनीता भगिनी पुनः भवती अपि वदतु तत्र कपालपरिमाणं कारणं घटपरिमाणं प्रति यत्र वयं कपालः अधिकरणम् इति स्वीकृतवन्तः, तर्हि तत्र कपालपरिमाणं समवायसम्बन्धे कपाले कपालपरिमाणं कपालपरिमाणम् इति कारणं समवायसम्बन्धेन कपाले कपालपरिमाणम् इति कारणं समवायसम्बन्धेन कपाले तत् स्थित्वा कपाले स्थित्वा घटपरिमाणं प्रति घटपरिमाणं जनयति मध्ये तत्र सम्बन्धः वक्तव्यः. इदानीं पुनः तत्र वदतु कपालपरिमाणं. कपालपरिमाणम् इति कारणं समवायसम्बन्धेन स्थित्वा कपाले कपाले स्वसमवायसम्यतां कपालपरिमाणम् इति कारणं समवायसम्बन्धेन कपाले स्थित्वा घटपरिमाणं स्वसमवायित्वसम्बन्धेन जनयति इति अस्ति. उत्तमं भगिनि, हा अस्तु, धन्यवादः. इदानीं योगेन्द्रमहोदय, एतत् उदाहरणं तत्र कार्यं किं कारणं किं सम्बन्धः सम्बन्धौ कौ इति उक्त्वा तदनन्तरं वाक्यं वदतु महोदय. कपालपरिमाणं कारणमस्ति, घटपरिमाणं कार्यमस्ति, कपालपरिणामं समवायसम्बन्धेन कपाले स्थित्वा स्वसमवायित्वसम्बन्धेन घटपरिणामं जनयति. अन्तिमभागः स्व घटपरिमाणं स्वसमवायित्वसम्बन्धेन कपाले तिष्ठति, आश्रय अस्ति. किमर्थम् इति वदति वा, किमर्थं तत्र घटपरिमाणं स्वसमवायित्वसम्बन्धेन कपाले अस्ति? शिक्षात् परम्परया अस्ति. परम्परया अस्ति, समीचीनम्. इदानीं तर्हि तत्र स्वसमवायि इति उक्तवान् खलु, स्वसमवायित्वसम्बन्धेन. तर्हि स्व इत्युक्ते किम्? स्व इत्युक्ते घटः. तत्र तत्र अत्र स्वम् इति तत्र अत्र पुनः महोदय तत्र प्रायशः तत्र महोदय तत्र ध्वनिः श्रूयते इति न जानामि, किन्तु हा महोदय तत्र स्वम् इत्युक्ते घटपरिमाणम् इत्युक्ते घटपरिमाणं. इदानीं वदतु तर्हि घटपरिमाणं केन सम्बन्धेन घटे अस्ति? घटपरिणामं समवायसम्बन्धेन घटे तिष्ठति. अस्तु, घटः केन सम्बन्धेन कपाले अस्ति? समवायसम्बन्धेन. तर्हि परिमाणं घटपरिमाणं केन सम्बन्धेन कपाले वर्तते? स्वसमवायित्वसम्बन्धेन कपाले तिष्ठति. अत्रैव महोदय तत्र प्रायशः तत्र भवान् किञ्चित् हा तत्र अस्तु तत्र कुत्र अस्ति इति महोदय तत्र अस्तु इतः तत्र पठतु महोदय एकनिमिषः तत्र तर्हि घटपरिमाणस्य घटपरिमाणस्य समवायि घटः घटः पुनः कुत्र अस्ति इति चेत् कपाले केन सम्बन्धेन समवायसम्बन्धेन अतः घटस्य समवायी कपालः अनेन स्वसमवायी घटः अनेन स्वसमवायिघटः घटसमवायिकपालः आहत्य स्वसमवायिसमवायिकपालः स्वसमवायिसमवायित्वं कपाले घटपरिमाणं स्वसमवायिसमवायित्वसम्बन्धेन कपाले इति परम्परासम्बन्धः अपि च तावत् महोदय किञ्चित् वदतु महोदय अत्र केन सम्बन्धेन घटः केन सम्बन्धेन घटः न तत्र घटपरिमाणस्य समवायी घटः इत्युक्ते किम् घटपरिमाणस्य समवायी घटः इत्युक्ते घटपरिमाणं समवायिसम्बन्धेन घटे तिष्ठति उत्तमं महोदय अस्तु हा इदानीम् अग्रे हा घटः पुनः कुत्र अस्ति इति चेत् कपाले अस्ति केन सम्बन्धे इत्युक्ते सः अपि समवायसम्बन्धने एव कपाले अस्ति उत्तमं हा तर्हि अतः घटस्य समवायिकपालः भवति हा समीचीनं तर्हि अथवा घटस्य समवायिकपालः अथवा कपालः घटसमवायी इति अपि वक्तुं शक्नुमः खलु आम् हा तर्हि कपालः घटसमवायी अपि घटः साक्षात् किं भवति घटः स्वसमवायी खलु घटः स्वसमवायी स्वसमवायित्युक्ते स्वम् इत्युक्ते घट घटः वा घटपरिमाणं वा स्वसमवायि इत्युक्ते न स्व इत्युक्ते केवलं स्व इत्युक्ते अथवा स्व इत्युक्ते अत्र स्व इति अस्ति खलु स्व इत्युक्ते किम् अस्ति किमस्ति घटः न स्वसमवायिघटः किन्तु घटपरिमाणम् इति स्वम् इति महोदय खलु अस्तु खलु घटपरिमाणम् इत्युक्ते स्वम् स्वम् इत्युक्ते घटपरिमाणम् तदा एव स्वसमवायि इत्युक्ते स्वं कुत्र अस्ति समवायसम्बन्धेन ओ घटे अस्ति यतोहि स्वम् इत्युक्ते परिमाणं खलु किन्तु स्वम् इत्युक्ते यदा कपालः अस्ति तदा तत्र सम्बन्धः इदानीं न तत्र स्वम् इति एकवारं तस्य अर्थः निश्चितः अस्मिन् सन्दर्भे स्वम् इत्युक्ते घटपरिमाणम् अस्तु एतत् स्वम् अस्ति तर्हि एतत् किं भवति स्व स्वसमवायि उत्तमम् एषः कः तर्हि कपालः घटसमवायि स्वसमवायि समवायि हा उत्तमं महोदय हा इदानीं वदतु घटपरिमाणं केन सम्बन्धेन कपाले अस्ति स्वसमवायि समवायित्वसम्बन्धेन कपाले तिष्ठति हा उत्तमं महोदय तर्हि तत्र द्विवारं वक्तव्यम् इति इदानीं समीचीनं खलु अवगतं खलु आम् आं समीचीनम् इदानीं परम्परा अस्ति तत्र हा एकमेव अस्ति चेत् समवायसम्बन्धेन भवति इति वक्तुं शक्नुमः किन्तु साक्षात् नास्ति खलु इदानीं महोदय तर्हि वाक्यं वदतु तत्र कारणमस्ति कपालपरिमाणं कार्यमस्ति घटपरिमाणम् इदानीं कपालपरिमाणं कपालपरिणां समवायिसम्बन्धेन कपाले तिष्ठति कपाले अस्ति कपाले स्थित्वा स्वसमवायिसमवायित्वसम्बन्धेन न घटपरिमाणं जनयति इति अस्ति महोदय उत्तमं हा धन्यवादः तत्र स्वसमवायित्व स्वसमवायिसमवायित्वसम्बन्धेन इति परम्परा सम्बन्धः इति भवति अस्तु उत्तमं महोदय अस्तु तत्र उत्तमं महोदय अस्तु हा इदानीं तत्र सर्वं सम्यक् अस्ति तर्हि इदानीम् अग्रे गन्तुं शक्नुमः इति चिन्तयामि तर्हि इदानीं तत्र एतावत् तत्र इदानीं हा अतः एव आरम्भं कुर्मः तर्हि अस्तु तर्हि अग्रे तत्र दृश्यते वा अत्र इदानीं प्रायश इदानीं बृहत् अस्ति. क्षम्यतां क्षम्यतां. हा हा अस्तु तर्हि अग्रे तत्र उषा भगिनी अग्रे पठति वा उपरितने उदाहरणे इति आरभ्य. आं महोदय. उपरितने उदाहरणे कार्यसम्बन्धः अधिकरणे परम्परया कार्यसम्बन्धः अधिकरणे परम्परया कारणसम्बन्धः च साक्षात् अधिकरणे इति स्वीकृतम्. अधुना विपरीतं कुर्मः कार्यसम्बन्धः. एकनिमिष एकनिमिष तत्र तस्य पठनात् प्राक् तत्र वाक्यस्य अर्थः किञ्चित् विवृणोतु. वयं उदाहरणं दृष्टवन्तः घटपरिमाणं घटपरिमाणं परम्परया सम्बन्धेन कारणे कपाले तिष्ठते इति घटपरिमाणं सो कार्यसम्बन्धः अधिकरणे परम्परया सो घटपरिमाणम् इति कार्यम् अधिकरणं कपालः इत्युक्ते देन् कार्यसम्बन्धः अधिकरणे परम्परया यतोहि घटपरिमाणं घटे समवायसम्बन्धेन भवति अपि च घटः कपाले समवायसम्बन्धेन भवति इति अस्ति. अनन्तरं कपालपरिमाणम् इति कारणम् इति वयं जानीमः. कपालपरिमाणमेव घटपरिमाणं जनयति. कपालपरिमाणं कपाले स्वस्मिन् समवायसम्बन्धेन स्थित्वा न कपालपरिमाणं स्वस्मिन् नास्ति खलु कपाले अस्ति. कपालपरिमाणं कपाले कपालपरिमाणं समवायेन कपाले कारणे स्थित्वा अधिकरणे स्थित्वा अधिकरणे अस्ति. तर्हि तत्र कारणसम्बन्धः कः अत्र अस्मिन् उदाहरणे कारणसम्बन्धः कारणम् इति कपालपरिमाणं कपाले अधिकरणे साक्षात् अधिकरणे इति स्वीकृतं कारणसम्बन्धः. कारणसम्बन्धः कः अत्र अत्र समवायसम्बन्धः एव. कारणसम्बन्धः इत्युक्ते केन सम्बन्धेन कारणं अधिकरणे अधिकरणे तिष्ठति इति. तर्हि समवायसम्बन्धेन समवायसम्बन्धः महोदय अस्ति. किन्तु कार्यसम्बन्धः परम्परया वस्ति भवति. आम् यतोहि घटे घटः इति घटपरिमाणं साक्षात् घटे एव अस्ति. किन्तु साक्षात् कपाले नास्ति अतः परम्परया एव अस्ति. तर्हि कार्यसम्बन्धः परम्परासम्बन्धः कारणसम्बन्धः साक्षात् अस्ति समवायः इति जानीमः. इदानीम् अधुना किं विपरीतं कुर्मः. विपरीतं कर्तुम् इच्छामः. विपरीतं कुर्मः इदानीं कार्यसम्बन्धः साक्षात् अधिकरणे परन्तु कारणसम्बन्धः च अधिकरणे परम्परया. कारणसम्बन्धः परम्परया कार्यसम्बन्धः साक्षात् कारणे अधिकरणे तिष्ठति इति इदानीं नूतनविध पुरातनम् एतत् पुरातनम् इदानीं नूतनं किं भवति तत्र घटपरिमाणं. तर्हि घटपरिमाणं साक्षात् कस्मिन् अधिकरणे अस्ति? घटे. घटे एव अस्ति. समवायसम्बन्धेन अस्ति. समवायसम्बन्धेन अस्ति. कारणं किम् अस्ति? कपालपरिमाणम् इति कारणं. तद् घटे अस्ति वा साक्षात् अस्ति वा? साक्षात् नास्ति महोदय. किन्तु इदानीं तत्र परम्परया घटः अधिकरणे घटे अधिकरणम् इति साधनीयम् अस्ति. अग्रे कार्यकारणभावः साधनीयः. अतः अस्माकं कार्यकारणयोः समानाधिकरण्यम् अपेक्षितमेव. कार्यकारणयोः समानाधिकरण्यम् अपेक्षितमेव. तत्कारणात् कार्यकारणभावः साधनीयः इति सम्पादनीयम् अत्र कार्यकारणभावः सम्पादनीयमेव इति वयं जानीमः. अस्मिन् पर्याये अधिकरणं किं घटः घटः एव अस्माकं विषये अधिकरणं घटः पूर्वस्मिन् पर्याये कपालः अधिकरणं कपालः अधिकरणम् आम् आं महोदय इदानीं तत्र घटः अधिकरणम् इति अधिकर्तुम् इच्छामः आम् घटपरिमाणं साक्षात् घटे घटे च किन्तु कपालपरिमाणं कपालपरिमाणं कुत्र अस्ति कपाले कपालपरिमाणं कपाले अस्ति परन्तु घटः इति अधिकरणम् इति स्वीकुर्मः पुनः घटे भवेत् इति वक्तव्यं चेत् परम्परया एव वक्तुं शक्यम् आं महोदय सो घटः इति वयम् अधिकरणम् इति स्वीकुर्मः चेत् कपालपरिमाणं घटः इति अधिकरणस्य कृते परम्परया एव सम्बन्धः कर्तव्यः भवति तत्र साक्षात् न भवति साक्षात् नास्ति परम्परया एव तर्हि अत्र अस्तु धन्यवादः भगिनि इदानीं तत्र धन्यवादः शोभा भगिनी इदानीं तत्र तत्र भेदः कः इति किञ्चित् वदति वा भगिनि तत्र पूर्वस्मिन् पर्याये किम् अभवत् इदानीम् अस्मिन् पर्याये किं कर्तुम् इच्छामः आं महोदय पूर्वस्मिन् पर्याये तत्र घटपरिमाणं समवायसम्बन्धेन घटे पुनः समवायसम्बन्धेन कपाले किं तत्र किम् उक्तवन्तः तिष्ठति इति इदानीं हा तर्हि तत्र पूर्वस्मिन् उदाहरणे किम् आसीत् तत्र घटपरिमाणम् आसीत् कार्यं कपालपरिमाणम् आसीत् कारणं कपालः अधिकरणम् आसीत् अपि च हा अधिकरणम् आसीत् अपि च तत्र घटः साक्षात् कपाले नासीत् क्षम्यतां घटपरिमाणं यत् कार्यं साक्षात् अधिकरणे नासीत् किन्तु समवायसम्बन्धेन घटे स्थित्वा पुनः समवायसम्बन्धेन कपाले अधिकरणं प्राप्तम् तर्हि इदानीं तस्य सम्बन्धः अस्ति कीदृशसम्बन्धः तत्र स्वसमवायी समवायित्वसम्बन्धः भवति अथवा परम्परासम्बन्धः परम्परया सम्बन्धः घटपरिमाणस्य कपालं प्रति इदानीं तदेव साधयितुम् इच्छामः अत्र कारणं केन सम्बन्धेन अधिकरणे आसीत् तत्र समवायसम्बन्धेन एव अधिकरणे आसीत् कपालपरिमाणम् इति समीचीनम् इदानीं तत्र सम्बन्धद्वयमस्ति सम्बन्ध तत्र तत्र कारणम् अपि कार्यम् अधिकरणे स्तः तत्र साक्षात् सम्बन्धः कः परम्परासम्बन्धः कः तत्र साक्षात् सम्बन्धः कपालपरिमाणस्य कपाले साक्षात् समवायसम्बन्धः आसीत् घटपरिमाणम् इत्यस्य परम्परया सम्बन्धः आसीत् सम्बन्धः आसीत् हा समीचीनम् एषः सम्बन्धः परम्परया एषः सम्बन्धः साक्षात् समीचीनं हा इदानीम् अस्मिन् पर्याये इदानीं तस्य विरुद्धक्रमः भवेत् अतः इदानीं तत्र घटपरिमाणं साक्षात् घटे समवायसम्बन्धेन भवति किन्तु कपाल परिमाणं तत्र इदानीं तत्र कपालपरिमाणं स्वं समवायी समवायित्वसम्बन्धेन न जानीमः अस्तु किन्तु किं परम्परया भवेत् परम्परया भवेत् इति इच्छामः घटे कपालपरिमाणं कपाले समवायी सम्बन्धेन भूत्वा तदनन्तरं समवायी तत्र घटे परम्परया भवेत् परम्परया भवेत् अस्तु भवेत् इति अत्र नाम अत्र इदानीम् अत्र परम्परा अत्र साक्षात् पूर्वम् अत्र परम्परा अत्र साक्षात् अपि पूर्वं कपालः अधिकरणम् इदानीं घटः अधिकरणं घटः अधिकरणम् इति अस्ति इति अस्ति अतः सः एव भेदः इदानीं तत्र घटपरिमाणम् इति कार्यं भवति घटः अधिकरणं कपालपरिमाणं न विरुद्ध कपालपरिमाणं कार्यं भवति घटः अधिकरणं घट न भगिनि न न न कपालपरिमाणं कार्यं न भवेत् खलु क्षम्यतां महोदय तत्र अधुना किम् अभवत् तर्हि अत्र कार्यणं किं कार्यं किम् अत्र पूर्वं पूर्वस्मिन् उदाहरणे उपरि कार्यं वा कारणं तत्र कपालपरिमाणम् आसीत् कार्यं घटपरिमाणम् अधिकरणम् अधिकरणं कपालः एव समीचीनम् इदानीं परम्परया एकस्मिन् विषये इदानीं कारणं किम् इदानीं कारणं भवति तर्हि कपाल घटपरिमाणं न न न ओ अस्तु तत्र क्षम्यतां महोदय विरुद्धरीत्या इति इदानीं तर्हि इदानीमपि तत्र कारणम् इदानीमपि कारणं कपालपरिमाणं किन्तु तत्र सम्बन्धः भिन्नः अस्तु क्षम्यताम् अस्तु अस्तु हा इदानीमपि घटपरिमाणं कार्यं घटः अधिकरणं कारणं कपालपरिमाणं तर्हि अत्र द्वयोः स्थले तत्र अत्र अत्र तत्र कपालपरिमाणमेव कारणं घटपरिमाणमेव कार्यम् आमामां किन्तु अधिकरणं भिन्नः अत्र अधिकरणं कपालः इदानीम् अधिकरणं घटः इति कृत्वा तत्र सम्बन्धः एषः सम्बन्धः साक्षात् भवति एषः साधनीयः परम्परया साधनीयः भवति अत्र एषः सम्बन्धः साक्षात् अस्ति एषः सम्बन्धः साधितः परम्परया साधितः अतः भेदः नाम कार्यकारणं तत्र भेदः नास्ति केवलं सम्बन्धः अपि अधिकरणं तत्र भेदः वर्तते इति अस्ति खलु आम् आम् महोदय अस्तु समीचीनम् इदानीं तत्र अग्रे तर्हि तत्र नीता भगिनी इदानीं तत्र कपालपरिमाणं तत्र परम्परया घटे वर्तते इति वक्तुं शक्नुमः वा कपालं स्वीकृत्य यथा वयं पूर्वं कृतवन्तः यत् वयं पूर्वं कृतवन्तः तत् कर्तुं शक्नुमः वा कपालपरिमाणं केन सम्बन्धेन कपाले परम्परया घटे अस्तु परम्परया इति वक्तुम् इच्छामः तर्हि यथा वयम् अत्र कृतवन्तः तथैव अत्रापि कुर्मः तर्हि कपालपरिमाणं केन सम्बन्धेन कपाले वर्तते प्रथमतः तु कपालपरिमाणं समवायसम्बन्धेन कपाले वर्तते समवायसम्बन्धेन कपाले वर्तते इदानीं कपालः केन सम्बन्धेन घटे वर्तते कपालः अपि समवायसम्बन्धेन घटे वर्तते इति वा इति प्रश्नः तत्र घटः कपालः तत्र कः कस्मिन् वर्तते इति प्रश्नः इति प्रश्नः अस्ति समीचीनं तर्हि भवती अग्रे पठतु तर्हि अत्र घटः कपाले वर अहं पठामि कपालपरिमाणम् इति आरभ्य कपालपरिमाणं घटे अस्ति इत्यस्य साधनार्थं समवेतशब्दस्य प्रयोगः करणीयः समवेतं नाम समवायसम्बन्धेन विद्यमानं समवायि इत्यनेन अधः गमनं समवेतम् इत्यनेन उपरि गमनं पूर्वमपि इदम् अस्माभिः दृष्टं फले एकः रसः अस्ति इति वाक्ये एकत्वसङ्ख्या रसश्च द्वावपि गुणौ रसश्च द्वावपि गुणौ एकत्वं फले समवायसम्बन्धेन रसः अपि फले समवायसम्बन्धेन तर्हि फले एकः रसः अस्ति इत्यस्य कथनावसरे एकः रसः इत्यनेन एकत्वं रसे ततः गुणः गुणे इति कथं साधनीयम् इति चेत् एकत्वस्य आश्रयः फलं समवेतः समवायसम्बन्धेन विद्यमानः भवति रसः समवेतत्वं रसे स्वं च एकत्वम् अतः स्वसमवायि समवेतः रसः स्वसमवायि समवेतत्वं रसे अपि अनन्तरं समवायि अपि च स्वसमवायि समवेतत्वसम्बन्धेन एकत्वं रसे अनेन फले एकः रसः अस्ति इति वाक्यं सिद्धम् किन्तु तस्मात् प्राक् एकः प्रश्नः भगिनि नाम समवायसम्बन्धः कुत्र कुत्र भवति नाम तत्र गुणगुणिनोः मध्ये भवति खलु समवायसम्बन्धः गुणगुणिनि कार्यकारणद्वयोः मध्ये न न कार्यकारणं नास्ति समवायसम्बन्धः गुणगुणिनोः हा क्षम्यतां गुणगुणिनोः क्रियाक्रियावतः अवयव अवयविनोः मध्ये व्यक्ति जातिव्यक्तयोः मध्ये एतत् सर्वं तत्र पञ्चविध पञ्चस्थलेषु स्थलेषु तत्र समवायसम्बन्धः भवति इति जानीमः तर्हि तत्र घटः कपालः तत्र घटः कपाले वर्तते वा अथवा कपालः घटे वर्तते वा कपालः इति अवयवः हा तर्हि अधिकरणं किम् इति अवयवः अतः कपालः इति अवयवः अस्ति तत् घटः कपाले अधिकरणं कपाल इति भवति इति अस्ति हा उत्तमं भगिनि तर्हि हा तथैव अस्ति तर्हि तत्र घटः इति उपरि भवति अधिकरणं भवति कपालः खलु आश्रयः कपाल अधिकरणः कपालः तर्हि समवायि घटसमवायि कपालः भवति खलु कपालः इति घटसमवायि इति पूर्वं दृष्टं घटसमवायि इत्युक्ते कपालः समवायि कपालः कपालः अपि घटपरिमाणम् इति स्वम् इति कृत्वा स्वसमवायि इत्युक्ते घटः आसीत् खलु आम् इदानीं घटः इति वयम् इदानीं किं तत्र घटः कपालसमवायि इति वक्तुं शक्नुमः वा घटः कपालसमवायि इति वक्तुं शक्नुमः वा परम्परया एव नाम कपालः घटसमवायि अस्ति तत्र अधोभागः गतवन्तः खलु घटपरिमाणम् अत्र अस्ति घटपरिमाणं स्वं तस्य समवायि घटः तर्हि परिमाणम् अत्र अस्ति कुत्र अस्ति घटे अस्ति तर्हि घटः स्वसमवायि इति भवत् कपाल घटः कुत्र अस्ति कपाले अस्ति तर्हि घटसमवायि इत्युक्ते कपालः इदानीं कपालसमवायि इत्युक्ते कपालसमवायि उपरि भवति वा उपरि न वक्तुं शक्नुमः हा खलु तस्य कपालस्य आश्रयः एव कपालसमवायि भवितुम् अर्हति खलु आम् आम् आम् किन्तु तर्हि कपालसमवायि घटः न भवति न इति भेदः अतः तत्र किम् अस्ति समवायि इत्युक्ते अधोभागं गच्छामः किन्तु इदानीं कपालः अस्ति कपालः केन सम्बन्धेन घटे अस्ति इत्युक्ते तत्र समवायित्वसम्बन्धेन इति न वक्तुं शक्नुमः अत्र अधोभागः अधोभागः समवायि समवायि किन्तु इदानीम् अधोभागः परिमाणं तस्य आश्रयः कपालः किन्तु कपालस्य आश्रयः घटः नास्ति खलु अतः अत्र समवायित्वे अस्ति किन्तु अत्र समवायित्वसम्बन्धः इति न वक्तुं शक्नुमः अस्यां दिशि समवायित्वसम्बन्धः किन्तु इदानीं विपरीतदिशि गन्तुम् इच्छामः तत्र समवायित्वसम्बन्धः नास्ति नूतनसम्बन्धः अपेक्षितः घटसमवायि कपालः इति वक्तुं न इति सत्यं किन्तु कपालसमवायि घटः नास्ति विपरीतदिश्या न अतः समवायी कपालः, परन्तु कपालसमवायी घट इति न वक्तुं शक्नुमः। तर्हि घटः कः, कपालसमवायी नास्ति चेत् कः इति इदानीम् अग्रिम यस्मिन् परिच्छेदे यं परिच्छेदं भवती पठितवती तस्मिन् परिच्छेदे उत्तरं दत्तमस्ति। तर्हि इदानीं पठतु पुनः। कपालपरिमाणं घटे अस्ति इत्यस्य साधनार्थं समवेतशब्दस्य प्रयोगः करणीयम्। नूतनसमवेतशब्द यदा वयं साधितुमिच्छामः कपालपरिमाणं घटे अस्ति तत् साक्षात् वक्तुं न शक्नुमः, तत् साधनार्थं समवेतशब्दस्य अत्र प्रयोगः जातः। तत् समवेतं करणीयं भवति। समवेतम् इत्युक्ते किं? समवेतं नाम समवायसम्बन्धेन विद्यमानम् इति तस्य अर्थः। समवेतम् इत्युक्ते समवायसम्बन्धेन विद्यमानम्, समवायी इत्यनेन अधः गमनम्, समवायी इत्यनेन अधः गमनम्, समवेतम् इत्यनेन उपरि गमनम्। अत्र समवायी इति यदा वयम् उक्तवन्तः घटसमवायी कपालः, तत्र अधगमनं भवति, परन्तु समवेतं शब्दस्य योजनेन समवाये सम्बन्धेन विद्यमानम् एवं प्रयोगं यदि करणीयं भवति समवेतं शब्द आधारेण तत् उपरि गमनं वर्तते तत्र। तर्हि तत्र समवायसम्बन्धेन विद्यमानं तत्र कथं तत्र सः अत्र भवति इति किञ्चित् वदति वा? घटः घटः कपाले, घट समवायी समवायी कपालः इति यदि अधगमने वयं वक्तुं शक्नुमः, तत् उपरि गमनार्थं समवेतम्। समवायी घटः घटस्य समवायी कपालः इत्युक्ते इत्युक्ते किमस्ति? घटस्य समवायी कपाल इत्युक्ते घटः समवायसम्बन्धेन कपाले वर्तते। अस्तु, समीचीनं। तर्हि समवायी यदि वदामः तर्हि तत्र किं कुर्मः, यस्मिन् समवायसम्बन्धेन वर्तते सः समवायी भवति खलु। घटसमवायी इत्युक्ते यस्मिन् यस्मिन् घटः समवायसम्बन्धेन अस्ति सः घटसमवायी भवति खलु। अत्र कपालः खलु, तत्र तर्हि तत्र यत् यत् यदा वयं समवायी इति वदामः तर्हि तत्र आदेयः सूचितः वा अधिकरणं सूचितं वा? अत्र समवायी इत्यनेन आधेय घटः समवायसम्बन्धेन कपाले वर्तते, घटसमवायी कपालः इत्युक्ते घटस्य घट इति आधेयः, कपालः इति अधिकरणम् इति सूचितम्। न किन्तु समवायी इति यदि प्रयोगं कुर्मः तर्हि घटसमवायी तर्हि समवायी इत्युक्ते किं सूचयति? आधेयं सूचयति वा अधिकरणं सूचयति वा? समवायी इति अधिकरणं सूचयति, खलु यस्मिन् वर्तते इति। यस्मिन् वर्तते इति खलु, यस्मिन् वर्तते, यस्मिन् घटः समवायसम्बन्धेन वर्तते सः घटसमवायी खलु। आम् आम् आम्। तर्हि समवायी यत्र यत्र वयं समवायी इति शृण्मः तत्र अधिकरणम् इति जानीमः खलु, अवगच्छामः घटस्य अधिकरणं, घटसमवायी इत्युक्ते घटस्य अधिकरणं खलु इति। किन्तु इदानीं समवेतं नाम समवेतं नाम उपरि गमनमस्ति। किन्तु वाक्यं पठतु, समवेतं नाम समवेतं नाम समवायसम्बन्धेन विद्यमानम् इति समवेतम्। अत्र समवेतं नाम समवायसम्बन्धेन विद्यमानम्, अत्र विद्यमानं नाम विद्यमानं इत्युक्ते तत्र आधेयं सूचयति तत्र वर्तते किमपि वर्तते किमपि विद्यमानम् अस्ति विद्यमानम् अस्ति किमपि वर्तते तत्र तर्हि आधेयं सूचयति खलु आम् आधेयं सूचयति कुत्र अस्ति इति न सूचयति कुत्र समवायसम्बन्धेन अस्ति इति न सूचयति कः अथवा किं समवायसम्बन्धेन अस्ति इति सूचयति खलु समीचीनं तर्हि सम्बन्धः तत्र समवायः समवेतम् इत्युक्ते आदेयः समवायि इत्युक्ते अधिकरणम् तर्हि आदेयः अधिकरणम् अत्र सम्बन्धः समवायः आदेयं समवेतम् हा आदेयः समवेतः भवति समवेतम् अधिकरणं भवति समवायि समवायि इति अधिकरणम् इति भवति तत्र आदेयस्य समवायि अधिकरणम् अधिकरणस्य समवेतः आदेयः आदेयः तर्हि अतः एव तत्र समवायि इत्यनेन समवायि इत्यनेन अधः गमनः नाम घटसमवायि इत्युक्ते घटसमवायि इत्युक्ते कपालः तत् अधिकरणं सूचयति समवेतम् इत्यनेन उपरि गमनं समवेतम् इत्युक्ते आधेयं तत्र उपरि गमनं भवति तत् घटः सूचयति तर्हि तत्र घटः कपालः घटसमवायि इदानीं घटः कः कपालं कपालस्य कृते हा समवेतः कपालः घटसमवायि घटः कपालसमवायि न कपालः घटसमवायि खलु कपालः घटसमवायि कपालः घटः समवेतः घटः कपालसमवेतः इति अस्ति हा अस्तु समीचीनम् अस्तु इदानीं धन्यवादः भगिनी हा इदानीं अग्रे तत्र हा अन्य कोऽपि तत्र तत्र रणनी भगिनी पठितुम् इच्छति वा आमाचार्य हा इदानीम् अग्रे हा पूर्वमपि इति पूर्वमपि इदम् अस्माभिः दृष्टं फले एकः रसः अस्ति इति वाक्ये एकत्वसङ्ख्या रसश्च द्वावपि गुणौ एकत्वं फले समवायसम्बन्धेन रसः अपि फले समवायसम्बन्धेन तर्हि फले एकः रसः अस्ति इत्यस्य कथनावसरे एकः रसः इत्यनेन एकत्वं रसे ततः गुणः गुणे इति कथनं साधनीयम् इति चेत् एकत्वस्य आश्रयः फलम् तत् समवेतः इत्यनेन एकत्वं रसे ततः गुणे गुणः गुणे इति कथन अस्तु अस्तु भगिनि तर्हि आरम्भतः तत्र पूर्वमपि इदम् अस्माभिः दृष्टमिति एकम् वाक्यं पठित्वा किञ्चित् विवृणोतु भगिनि तर्हि सुलभः भवति पूर्वम् इदम् उदाहरणं वयं दृष्टवन्तः फले एकः रसः अस्ति तर्हि अत्र एकत्वं तथा रस इति गुणः फले अस्ति इति वयं वक्तुम् इच्छामः न इदानीं फले एकः रसः अस्ति इति वाक्यम् अस्ति फले किम् अस्ति फले रसः अस्ति न फले रसः नास्ति तत्र एकः रसः अस्ति खलु एवं वा अत्र रसशब्दस्य विशेषणमस्ति वा एकः इति भवति तर्हि पुनः वाक्यं फले किमस्ति फले एकः रसः अस्ति इति वाक्यं तर्हि तत्र एकः कः एकः नाम किम् एकः रसः न इदानीम् अग्रे तत्र एकत्वं नाम सङ्ख्या सङ्ख्या इत्युक्ते गुणः खलु गुणः रसः इति रसः अपि गुणः गुणः आम् द्वौ अपि गुणौ खलु सङ्ख्यापि गुणं गुणः रसः अपि गुणः खलु इदानीं तर्हि गुणः गुणि केन सम्बन्धेन भवति समवायसम्बन्धेन तर्हि इदानीम् एकत्वम् एकत्वं फले समवायसम्बन्धेन रसः अपि फले समवायसम्बन्धेन इति अस्ति खलु आम् समीचीनं खलु तर्हि तत्र तर्हि किम् अस्ति इदानीं तत्र रसः इति अस्ति फलम् इति अस्ति एकत्वम् इति अस्ति एकत्वं कुत्र अस्ति फले अस्ति रसः कुत्र अस्ति फले अस्ति इदानीम् अग्रे तर्हि फले एकः रसः अस्ति इत्यस्य कथनावसरे एकः रसः इत्यनेन एकत्वं रसे खलु यदि एकः वृक्षः इति वदामः तर्हि तत्र एकः वृक्षः इति यदि वदामः तत्र उत्तमः बालकः अथवा उन्नतः वृक्षः इति यदि वदामः उन्नतः वृक्षः तत्र विशेष्यं किम् अस्ति तत्र विशेष्यं वृक्षः औन्नत्यं वृक्षे औन्नत्यं वृक्षे अस्ति खलु समीचीनं इदानीं तत्र एकः रसः इति यदि वदामः तर्हि विशेष्यं किम् अस्ति अत्र यदि एकः रसः तर्हि रसः विशेष्यं रसे एकत्वम् एकत्वं यथा औन्नत्यं पूर्वम् अत्र एकत्वं रसे आगतं खलु तर्हि किन्तु तत्र समस्या का तर्हि तत्र एकत्वं रसे परन्तु एकत्वं फले अपि अस्ति रसः अपि फले न किन्तु एकत्वं रसे आगतं खलु तर्हि तत्र एकत्वं रसे आगतं चेत् तत्र समस्या का एकत्वम् इति गुणः रसम् अपि रसः अपि गुणेन भवति इति आसीत् खलु पूर्वं किन्तु तत् साधनीयमस्ति इदानीं तत्र वयं तत् आनुभविकः अस्ति तत्र एकत्वं रसे भवति इति किन्तु साक्षात् न भवति खलु तत्र नास्ति अतः तत्र साधनीयं तर्हि गुणः गुणे भवति इति वक्तुम् इच्छामः तत् साक्षात् न भवति तर्हि किं कृतवन्तः एकत्वं रसे भवति इति तत्र कथं साधितवन्तः वयम् इति अग्रे दत्तं तत्र किम् अस्ति तर्हि गुणः गुणे इति कथं साधनीयम् इति चेत् एकत्वस्य आश्रयः फले फलम् एकत्वस्य आश्रयः फलम् तत्समवेतः समवायसम्बन्धेन विद्यमानः भवति रसः अयं न इदं न अवगतम् आचार्य अस्तु भगिनि तर्हि पुनः तत्र कपालघट तस्य उदाहरणं पश्यामः तत्र घटसमवायी इत्युक्ते कः घटसमवायी कपालः किमर्थम् घटः कपाले समवायसम्बन्धेन वर्तते अतः समवायसम्बन्धेन वर्तते उत्तमं भगिनि हा तर्हि घटः यस्मिन् समवायसम्बन्धेन वर्तते सः अस्ति घटसमवायी खलु तर्हि घटः कस्मिन् समवायसम्बन्धेन वर्तते कपाले तर्हि कपालः घटसमवायी तर्हि घटस्य आश्रयः घटसमवायी भवति खलु तत्र घटः कपाल कपालसमवायी इति वक्तुं शक्नुमः वा किमर्थम् तत् उपरि गन्तुं समवेतम् इति शब्दप्रयोगः अस्ति तर्हि समीचीनं तर्हि घटसमवायी कपालः भवति किन्तु तत्र कपालः घटसमवायी भवति विपरीतया वक्तुम् इच्छामश्चेत् तत्र घटः किं भवति कपाल कपालसमवेतः घटः घटः इति भवति समीचीनं हा घटः कपालसमवेतः कपालः घटसमवायी इति अस्ति खलु इदानीं तत्र फलम् इति अस्ति फल पथत् समवेतः इत्युक्ते तत्र किमस्ति समवायसम्बन्धेन विद्यमानः विद्यमानः इत्युक्ते आदेयः यः वर्तते खलु घटः कपाले समवायसम्बन्धेन वर्तते इति कृत्वा तत्र घटः भवति कपालसमवेतः अत्र फले समवेतः कः अस्ति अत्र फलसमवेतः रसः वा रसः खलु फलसमवेतः रसः खलु रसः फलसमवेतः अस्ति खलु यथा कपालसमवेतः इत्युक्ते घटः उपरि गमनं तथैव फलसमवेतः इत्युक्ते रसः खलु फलसमवेतः रसः रसः तर्हि इदानीं एकत्वस्य एकत्वस्य आश्रयः फलः अफलम् अनन्तरं तत् समवेतः भवति तत् इत्युक्ते अत्र किं किमस्ति तत् इत्युक्ते तत् इत्युक्ते फलं फलं हा उत्तमं हा तथैव तर्हि तत् समवेतः भवति रसः तर्हि रसे किम् आगतं तर्हि फले रसे आधेयता अथवा समवेतत्वं खलु समवेतः यतोहि समवेतः अस्ति रसः रसः समवेतः अस्ति चेत् समवेतस्य भावः समवेतत्वं रसे अस्ति खलु इदानीं तत्र वयम् एकत्वम् इति आरभ्य रसं पर्यन्तं गन्तुम् इच्छामः खलु एवं तर्हि इदानीं स्वम् इति आरभ्य स्वं च एकत्वम् इति आरभ्य वदतु अत्र स्वम् इति पदस्य अर्थम् एकत्वम् इति खलु अत्र इदानीम् अस्मिन् सन्दर्भे यतोहि तत् आरभ्य गन्तुम् इच्छामः यत्र आरम्भं कर्तुम् इच्छामः तद् भवति स्वं यतोहि स्व इति उक्त्वा अग्रे अग्रे गच्छामः अस्तु स्वं च गत्वं अतः स्वसमवायिसमवेतः स्वसमवायिसमवेतः रसः इदानीं तत्र स्वसमवायि इत्युक्ते स्वम् इति एकत्वं तर्हि स्वसमवायि इत्युक्ते कः स्वसमवायि इत्युक्ते फलं फलम् उत्तमं हा स्वम् इत्युक्ते एकत्वं स्वसमवायि इत्युक्ते फलं फले समवेतः कः फलसमवेतः रसः रसः तर्हि इदानीम् अत्र समवेत समवायिसम्बन्धः समवायसम्बन्धः अत्र समवेतत्वसम्बन्धः तर्हि एकत्वं केन सम्बन्धेन रसि अस्ति एकत्वं स्वसमवायि समवेतत्वसम्बन्धेन रसे वर्तते समवायि इत्युक्ते अधोगमनं समवेतत्वम् इत्युक्ते उपरि गमनं समवेतत्वसम्बन्धेन समवायि इत्युक्ते आश्रयं प्राप्नुमः समवेतत्वम् इत्युक्ते आधेयं प्राप्नुमः अवगतं खलु अवगतम् आचार्य तर्हि वदतु स्वसमवायि समवेतत्वसम्बन्धेन एकत्वं रसे वर्तते तर्हि अनेन इदानीं जानीमः खलु तत्र परम्परासम्बन्धया परम्परासम्बन्धेन एकत्वं रसे अस्ति खलु साक्षात् नास्ति किन्तु परम्परासम्बन्धया सम्बन्धेन एकत्वं रसे वर्तते यतोहि परम्परासम्बन्धः कः स्वसमवायि समवेतत्वसम्बन्धः तेन एकत्वं रसे वर्तते अत्र विपरीततया अपि वक्तुं शक्नुमः नाम रसः स्वसमवायि समवेतत्वसम्बन्धेन एकत्वे वर्तते तदपि वक्तुं शक्नुमः किन्तु इदानीम् एतत् साधितुम् इच्छामः अतः तादृशम् उक्तवन्तः समीचीनम् अस्तु इदानीं तत्र चन्द्रमती भगिनी तत्र अथवा तस्मात् प्राक् तत्र कोऽपि प्रश्नः तत्र समवेतः अपि समवायि तयो अनयोः मध्ये कः भेदः इति अवगतः खलु सर्वैः प्रश्नः अस्ति वा अस्मिन् विषये उपरि गमने समवेतः अधोगमने समवायि इति भवति तथैव अस्ति भगिनि यतोहि समवायि इत्युक्ते यस्मिन् समवायसम्बन्धेन वर्तते तद्भवति समवायि तर्हि अधिकरणम् किन्तु यः अथवा यत् समवायसम्बन्धेन वर्तते नाम यः पदार्थः अथवा आदेयः इति सूचितः भवति तर्हि समवेतः इत्युक्ते यः वर्तते समवायसम्बन्धेन समवायि इत्युक्ते यस्मिन् वर्तते अतः भेदः समवेतः आदेयः समवायि इत्युक्ते अधिकरणम् तर्हि तत्र अत्र एकत्वं फले समवायसम्बन्धेन एव वर्तते सत्यं तर्हि फलम् एकत्वसमवायि भवति खलु रसमपि रसः अपि फले समवायसम्बन्धेन तर्हि फलम् एकत्वसमवायि फलं रससमवायि अपि फलं खलु आचरणं समानम् किन्तु रसः फलसमवेतः खलु एकत्वं फलसमवायि न एकत्वं फलसमवायि नास्ति फलम् एकत्वसमवायि अस्ति फलम् एकत्वसमवायि समवायि इत्युक्ते सर्वदा अधोगमनम् अधिकरणम् एकत्वसमवायि इत्युक्ते एकत्वस्य अधिकरणं खलु पुनः वदतु भगिनि तत्र रससमवायि इत्युक्ते कः रससमवायि फलम् किमर्थम् रस इति गुणः अधिकरणं फले अस्ति केन सम्बन्धेन समवायसम्बन्धेन रसः समवायसम्बन्धेन फले वर्तते इति कृत्वा फलमस्ति रससमवायि अस्तु इदानीं तत्र फलं किम् अस्ति रससमवायि इदानीं रसः कः भवति फलं फलस्य कृते रसः फलस्य कृते समवेदः तर्हि फलसमवेदः अस्ति फलसमवेदः अस्ति रसः एकत्वं किम् अस्ति फलं फलस्य कृते समवायि एकत्वं फल फलस्य कृते एकत्वं किम् अस्ति एकत्वं गुणः अस्ति वा किम् अस्ति गुणः अस्ति तर्हि तस्य आश्रयः कः फलं तर्हि एकत्वसमवायी कः अथवा किम् एकत्वसमवायी फलमेव अपि एकत्वं किं भवति फलस्य कृते उपरि गन्तुम् इच्छामश्चेत् तत्र कस्य शब्दस्य उपयोगः पुनः वदतु महोदय उपरिगमनं समवेदः तर्हि एकत्वं फलस्य कृते किम् अस्ति समवेदत्वम् अस्ति वा समवेतम् एकत्वं फलसमवेतम् अस्ति यथा फलसमवेतः रसः अस्ति तथैव फलसमवेतम् अस्ति एकत्वं खलु अत्र एकत्वम् इति आधेयः फलम् इति अधिकरणम् तर्हि यत्र फलम् इति अधिकरणं भवति फलसमवेतम् एकत्वं फलसमवेतः रसः तत्र समस्या नास्ति खलु रससमवायि फलम् एकत्वसमवायि फलम् किन्तु एकत्वं केन सम्बन्धेन रसे अस्ति इति प्रश्ने सति तत्र उत्तरं किं भवति समवेदत्वेन न एकत्वं समवेदत्वेन रसे नास्ति फलं रसे फलं रसे समवेदत्वसम्बन्धेन अस्ति उत्तमम् सत्यं किन्तु तत्र फलम् एकत्वे अस्ति इति तस्य महत्त्वं नास्ति किन्तु एकत्वं रसे भवति इति वक्तुम् इच्छामः तत्र इदानीम् एकत्वं केन सम्बन्धेन रसे अस्ति इति वक्तुम् इच्छामः तर्हि भवती उक्तवती फलं केन सम्बन्धेन रसे अस्ति परम्परासम्बन्धेन न फलं केन सम्बन्धेन रसे सम्बन्धेन रसे उत्तमम् एकत्वं केन सम्बन्धेन फले अस्ति समवायसम्बन्धेन हा तर्हि इदानीम् एकत्वं समवायि पुनः समवायि न भवति यतोहि उपरि गच्छामः अधोगमने समवायि उपरि गमने समवेदत्वेन हा इदानीं तर्हि एकत्वं स्वसमवायि समवायित्व समवेदत्वेन स्वसमवायिसमवेदत्वेन पुनः एकवारम् एकत्वं स्वसमवायि समवेदत्वेन वेतत्वेन समवेतत्वसम्बन्धेन रसे वर्तते एकत्वं स्वसमवायि समवेतत्वसम्बन्धेन रसे वर्तते समवायि इत्युक्ते अधोगमनं समवेतत्वम् इत्युक्ते उपरि गमनं समीचीनम् अवगतं हा तर्हि एकत्वं स्वसमवायि समवेतत्वसम्बन्धेन रसे वर्तते इति अस्ति हा उत्तमं हा इदानीं तत्र समीचीनं भगिनि हा इदानीम् अग्रे तत्र क्षम्यतां महोदय तर्हि फले एकः रसः अस्ति इत्यस्मिन् वाक्ये एकत्वसङ्ख्या इति फलस्य कथं गुणः भवितुम् अर्हति फले एकत्वसङ्ख्या यदि फलस्य गुणः भवति चेत् एकस्मिन् फले इति भवेत् खलु नाम तत्र यदा वयं चिन्तयामः तत्र फले एकः रसः अस्ति इति यदि प्रथमतया वाक्यं शृण्मः तत्र किं भवति वयम् एकः रसः इति तत्र तस्य अवगमनं न भवति यतोहि एकत्वं रसे साक्षात् न भवितुम् अर्हति एकः रसः इति तत्र यथा लौकिकार्थेन वदतु विशेषणविशेष्यभावः अस्ति खलु एकः रसः सत्यं हा सत्यं किन्तु सत्यं किन्तु तत् तदस्ति अतः तर्हि तत्र वयम् अस्माकं चिन्तनं किम् अस्ति एकत्वम् इति रसे अस्ति इति चिन्तयामः खलु न तु फले खलु सत्यम् आम् इति एव भवत्याः प्रश्नः खलु नाम एकत्वं तत्र वाक्यस्य अर्थः अस्ति एकः रसः तर्हि एकत्वं रसे वर्तते फले अस्ति इति न उक्तं खलु इति खलु आमाम् हा किन्तु एकत्वम् इति रसे अस्ति यद्यपि तद् सः अर्थः सः एव भवति किन्तु एकत्वं साक्षात् रसे न भवितुम् अर्हति यतोहि गुणः अन्यस्मिन् गुणे अथवा स्वस्मिन् अपि न भवितुम् अर्हति तादात्म्येन भवितुम् अर्हति किन्तु अन्यस्मिन् गुणे न भवितुम् अर्हति तत्र आरम्भे वयं तत्र पुस्तके विद्याधर्यां पश्यतु आरम्भे कः पदार्थः कस्मिन् भवितुम् अर्हति इति उक्तं गुणः तत्र द्रव्ये भवितुम् अर्हति किन्तु गुणः अन्यस्मिन् गुणे न भवितुम् अर्हति तर्हि एकत्वं रसे अस्ति इति न्यायशास्त्रे न तत्र साक्षात् अस्ति इति न वक्तुं शक्नुमः अत्र वयं वक्तुं शक्नुमः एकविधरसः अस्ति अन्यथा फले मधुरः रसः अस्ति इति अपि वाक्यं स्वीकर्तुं शक्नुमः अत्र किन्तु एकः इति तत्र एकः रसः यथा साधारणतया एकः वृक्षः इत्युक्ते एकत्वं वृक्षे अस्ति इति भवति खलु तथैव अत्रापि स्वीकरणीयः एकः रसः इत्युक्ते एकत्वं रसे स्थाने यदि वयं मधुर इति पदं स्वीकुर्मः तत्रापि अयमेव परम्परा वयं कुर्मः खलु किन्तु भगिनी हा एकनिमिषः हा तर्हि तत्र तर्हि शुभ्रभगिनी तर्हि प्रश्नः नाम तत्र एकत्वं रसे अस्ति इति वक्तुम् इच्छामः खलु सः एव अर्थः अस्ति अस्य वाक्यस्य एकत्वं रसे अस्ति इति अर्थः किन्तु तत् साक्षात् न कर्तुं शक्नुमः इति कृत्वा एकत्वम् आश्रये नाम फले अस्ति इति स्वीकृत्य परम्परया साधयामः साक्षात् न भवति नाम एकत्वं रसे साक्षात् नास्ति किन्तु परम्परया अस्ति कथम् इत्युक्ते एकत्वं रसस्य आश्रये अस्ति इति स्वीकृत्य साधयामः इति तत्र न्यायशास्त्रपद्धतिः परन्तु यत् अजम्प्शन् किं वदामः न जाने परन्तु यत् वयं अस्माकं धारणा अस्ति यत् एकत्वं फले अस्ति तत्तु न समीचीनं खलु फले किन्तु तत्र किन्तु किन्तु अतः एव तत्र न्यायशास्त्रे एषः एव तत्र भवति नाम साक्षात् न भवति एकः रसः तत्र एकत्वं रसे नास्ति साक्षात् न भवति तर्हि किं कुर्मः आनुभविकः एकत्वं फले नास्ति खलु एकत्वं फले नास्ति न न सत्यं किन्तु रसे अपि नास्ति किन्तु आनुभविकः अस्ति तत्र एकत्वं रसे अस्ति इति तर्हि इदानीं भवत्याः प्रश्नः उत्तमः नाम तत्र एकत्वम् इति फले नास्ति इति तत्र साक्षात् नास्ति इति चिन्तनं चेत् पुनः एकत्वं फले साधनीयमस्ति अथवा अन्या रीत्या एकत्वं रसे अस्ति इति वक्तव्यं भवति नो चेत् तत्र एकः रसः इति तस्य अर्थः न सङ्गच्छति अतः एकत्वम् इति संख्यारूपगुणः रसरूपगुणे अस्ति इति केनापि मार्गेण साधनीयः अत्र एषः मार्गः स्वीकृतः अत्र अस्तु तत्र एकत्वं रसस्य अधिकरणे वर्तते तत् स्वीकर्तुं शक्नुमः खलु तदनन्तरं परम्परासम्बन्धेन रसे अपि अस्ति इति समाधानम् अस्तु समीचीनम् आमां यथा बीजगणिते किमपि हैपोथिसिस् अस्ति तत्र किमपि एजम्प्शन् वयं स्वीकरणीयं तस्मात् उपरि तस्य प्रूफ् इति बिल्ट् अप् अस्ति तादृशं किमपि अत्र कथमपि साधनीयम् अस्ति नो चेत् तत्र एकः रसः इति वाक्यस्य अर्थः नास्ति किन्तु आनुभविकः अस्ति एकः रसः तु सर्वे अवगच्छन्ति लोके प्रसिद्धः अस्ति तर्हि सः अर्थः नास्ति इति न वक्तुं शक्नुमः तर्हि साधनीयः अस्तु एतेन मार्गेण साधयामः इति तर्हि एकत्वं फले अस्ति इति स्वीकृत्य एकत्वं रसे अपि भवति इति समाधानम् तदनन्तरम् एकत्वफले अस्ति इति न समीचीनम् इति अपि भवति खलु एकत्वं फलस्य गुणः नास्ति एकत्वं फले नास्ति वा इति फलम् अस्ति इति न अङ्गीकरोति अङ्गीकरोति वा अस्तु तर्हि तस्य विषये अपि पुनः चिन्तनं कुर्मः तत्र एकत्वं कथं फले सङ्गच्छति इति तस्य अपि पुनः चिन्तनं कृत्वा तस्य अपि अग्रे समाधानं भवति अस्तु महोदय अतः तत्र न्यायशास्त्रे कदापि एतदेव उत्तरम् इति ते न अङ्गीकुर्वन्ति अस्तु प्रश्नः तत्र सिद्धान्ती अस्ति अपि तत्र तस्य विरोध अन्य कोऽपि वदति चेत् अस्तु भवान् अथवा भवती एतत् वदति वा अस्तु तस्य समाधानम् एतया रीतया तत्र एतेन मार्गेण समाधानं कर्तुं शक्नोमि इति ते प्रदर्शयन्ति अस्तु विमला भगिनी समीचीनं भगिनि आं महोदय एकं फलमिति उच्यते चेत् एकत्वं फले अस्ति अस्ति किल एकत्वं फले नास्ति इति कथं वक्तुं शक्नुमः फलम् एकम् अस्ति हा तत्र समीचीनं तादृशं समाधानं सत्यमेव नाम फले इति उक्तं फलम् एकम् अस्ति फलम् एकम् अस्ति तस्मिन् एकत्वं फले इति उक्त्वा तत्र फले इति कृत्वा तत्र वयं तत्र सप्तमी विभक्त्यां तत्र वचने तत्र सूचितमस्ति एकः एकं फलम् इति तर्हि एकत्वं फले अस्ति इति तादृशं समाधानं भवति सत्यं भगिनि हा अस्तु महोदय सत्यं हा किन्तु पुनः तत्र प्रश्नः भवितुमर्हति नाम यत् एकत्वं फले अस्ति तदेव एकत्वं रसे अपि अस्ति वा खलु अतः तत्र एतादृशं चिन्तनं ते बहु कुर्वन्ति भगिनि तत्र पूर्वपक्षी अपि सिद्धान्ति तेषां तत्र सम्भाषणम् एतादृशं भवति अस्तु किन्तु इदानीं तदेव पूर्वमपि एकं पुस्तकम् इति सर्वं दृष्टवन्तः तत्र एकत्वं फले अस्ति चेत् अपि च फलम् एकत्वस्य रसस्य आशयः अस्ति चेत् तेन एकत्वं रसे अपि अस्ति इति एव साधयन्तः स्मः वा अथवा एतादृशम् एव कृतवन्तः तत्र यतोहि फलं द्वयोः एव आशयः अस्ति रसस्य अपि एकत्वस्य अपि इति अस्ति तेन किन्तु अहं चिन्तयामि आचार्य कतिपयेषु फलेषु अनेकविधाः रसाः भवन्ति खलु तर्हि एकः मधुरः अस्ति एकः किञ्चित् आम्लः क्वालिटि सत्यं सत्यं भगिनि किन्तु किन्तु तत्र एकत्वम् इति किन्तु इदानीं किन्तु किन्तु इदानीं विषयान्तरं मास्तु. एतत् उदाहरणं तत्र किमर्थं स्थापितम् अत्र इत्युक्ते तत्र उपरि गमनार्थं समवेतम् इति पदमस्ति, तस्य उदाहरणम् अत्र. अतः मूलविषयः यः अस्ति तत्र गच्छामः. इदानीं तत्र नाम घटकपालपरिमाणं, तयोः परिमाणं तत्र कार्यकारणभावः इति तत्र साधनीयः अस्ति. तर्हि तत्र इदानीं तत्र दृश्यते खलु, तर्हि तत्र समस्या का आसीत्? तत्र कपालपरिमाणं नाम घटपरिमाणं साक्षात् घटे वर्तते, घटः इति अधिकरणं, घटपरिमाणं साक्षात् घटे वर्तते. कपालपरिमाणं घटे केन सम्बन्धेन वर्तते, परम्परया सम्बन्धेन वर्तते इति वक्तुम् इच्छामः. कपालपरिमाणं कपाले साक्षात् वर्तते, समवायसम्बन्धेन वर्तते, किन्तु कपालः समवायसम्बन्धेन घटे वर्तते इति न वक्तुं शक्नुमः. किन्तु इदानीं तत्र उपायः अस्ति, कपालः केन सम्बन्धेन घटे वर्तते. इदानीं किम् अवगतवन्तः? कोऽपि वदति वा कपालः केन सम्बन्धेन घटे अस्ति? समवेतत्वसम्बन्धेन घटे वर्तते. तर्हि कपालपरिमाणं कपाले अस्ति, कपालः अपि घटे वर्तते, तर्हि इदानीं परम्परसम्बन्धः साधितः इति एव इदानीं मूलविषयः. तस्य उदाहरणं तत्र समवेतम् इति शब्दस्य प्रयोगः इति. अतः इदानीं तर्हि मूलविषयः कः इति अत्र आगच्छामः. तर्हि तत्र विमला भगिनी तत्र पठति वा? एवमेव इति महोदय. अस्तु, एवमेव प्रकृतौ अपि समवेतत्वस्य प्रयोगेण परम्परासम्बन्धं साधयितुं शक्यते. स्वं कपालपरिमाणं, स्वसमवायी कपालः, तत्र समवेतः भवति घटः, समवेतत्वं घटे. तथा च स्वसमवायिसमवेतत्वसम्बन्धेन कपालस्य परिमाणं घटे वर्तते. तत्र एव घटे घटस्य परिमाणं समवायसम्बन्धेन वर्तते इति कारणस्य सम्बन्धः परम्परासम्बन्धः. तत्र घटपरिमाणं साक्षात् समवायसम्बन्धेन घटे, समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन कपालपरिमाणं कारणम्. अत्र स्वसमवायिसमवेतत्वं स्वीकृत्य कारणसम्बन्धः एवमेव प्रकृतौ अपि अस्मिन् उदाहरणे समवेतत्वस्य प्रयोगेण परम्परासम्बन्धं साधयितुं शक्यते. मूलविषये यत्र परिमाण कपालपरिमाण अपि च घटपरिमाण मध्ये स्वम् अत्र कपालपरिमाणम् इत्युक्ते स्वं कपालपरिमाणं कपाले अस्ति, तर्हि कपालः समवायी अस्ति, स्वसमवायी कपालः. कपाले घटः समवेतः अस्ति, उपरि गच्छामः तत्र समवेतः भवति घटः, कपालसमवेतः घटः, तस्मिन् तस्य भावः समवेतत्वं, घटे समवेतत्वम् अस्ति. तथा च स्वसमवायिसमवेतत्वसम्बन्धेन कपालस्य परिमाणं घटे वर्तते, कपालपरिमाणं घटे अनेन सम्बन्धेन वर्तते, यत्र स्वसमवायिसमवेतत्वसम्बन्धः. तत्रैव घटे घटस्य परिमाणं समवायसम्बन्धेन वर्तते, इत्युक्ते अत्र अद्य घटः आश्रयः भवति द्वयोः सामान्याधिकरण्यं साधितम् इति कारणस्य सम्बन्धः. कारणमस्ति घटपरि कपालपरिमाणं, परम्परासम्बन्धः. तत्र घटपरिमाणं साक्षात् समवायसम्बन्धेन घटे अस्ति. समवायसम्बन्ध पूर्वं वयं दृष्टवन्तः खलु, नाम पूर्वस्मिन् पर्याये कारणं साक्षात् अधिकरणे आसीत्, किन्तु कार्यं परम्परया सम्बन्धेन आसीत्. अस्तु, इदानीं कार्यं साक्षात् अस्ति, कारणं परम्परासम्बन्धेन वर्तते इति भेदः. भेदः अस्तु. समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायि समवेतत्वसम्बन्धेन कपालपरिमाणं कारणम् इति आगच्छति. तत्र वयं जानीमः, तत्र विधद्वयमस्ति, जनयति इति एकविधवाक्यम् अथवा कार्यं प्रति एतत् कारणम् इति अन्यविधवाक्यम्. कार्यं प्रति कारणम् इति अस्तु महोदय. अतः अत्र स्वसमवायिसमवेतत्वम् इत्युक्ते कपालपरिमाणस्य समवायि कपालः, तस्य तस्मिन् समवेतः घटः इति स्वीकृत्य कारणसम्बन्धः साधितः. तर्हि यत्र द्वितीयविध असमवायिकारणम् अस्ति तत्र केवलम् एकविधवर्णनं नास्ति, तत्र अधिकरणस्य अधिकरणे विकल्पः वर्तते. कार्य अधिकरणं स्वीकृत्य वक्तुं शक्नुमः, कारणस्य अधिकरणं साक्षात् अधिकरणं स्वीकृत्य अपि कार्यकारणभावः साधितुं शक्नुमः. अतः द्वैविध्यं वर्तते. तर्हि द्वितीयविध असमवायिकारणस्थले अपि कार्यकारणभावः कथम् अस्ति इति इदानीं ज्ञातवन्तः. तत्र मार्गद्वयं वर्तते अपि जानीमः, किन्तु परम्परासम्बन्धस्य आवश्यकता वर्तते एव. यदि प्रथममार्गः वा द्वितीयमार्गः, सम्बन्धेन विना न कर्तुं शक्नुमः इति अस्ति. समीचीनम्. अस्तु महोदय, प्रथमविध असमवायिकारणे कार्यमपि कारणमपि साक्षात् कार्याधिकरणे अस्ति इति. तत्र प्रथमविध असमवायिकारणे कार्यादिकरणं भवति समवायिकारणं. कार्यादिकरणम् अधिकरणं भवति यत् नाम, उदाहरणार्थं तत्र घटस्य समवायिकारणं कपालः, कपालसंयोगः असमवायिकारणं घटस्य, कपालसंयोगः घटस्य असमवायिकारणं प्रथमविध असमवायिकारणं. तत्र आश्रयः तत् अधिकरणं कपालः एव, तत्र समवायिकारणमेव. द्वयोः तत्र समवायिकारणं तत्र कपालः भवति, किन्तु तत्र द्वयोः यतोहि तत्र प्रथमविध असमवायिकारणे कार्यं किमपि भवेत् तस्य तत्र अधिकरणं समवायिकारणम् एव अधिकरणं भवेत्, अपि तस्मिन् समवायिकारणे तत्र कारणं भवति क्रिया वा गुणः वा, प्रथमविध असमवायिकारणं. तर्हि तत्र तत्र समवायिकारणम् एव तत्र अधिकरणं भवति. अत्र किम् अस्ति, घटपरिमाणस्य समवायिकारणं घटः, कपालपरिमाणस्य समवायिकारणं कपालः. तर्हि समवायिकारणं तु सत्यं, किन्तु कार्यस्य समवायिकारणं वा कारणस्य समवायिकारणं किं स्वीकुर्मः? अस्तु, द्वयमपि स्वीकर्तुं शक्नुमः, चिन्ता मास्तु, तत्र साधितुं शक्नुमः. धन्यवादः. अस्तु, तर्हि समीचीनमस्ति. अतः तत्र किञ्चित् एव तत्र अस्ति इति मन्ये. परम्परया एकमुखेन स्वीकरणीयः. अस्तु, तत्र बहु किमपि नास्ति. अस्तु, तर्हि तत्र अग्रिमे सप्ताहे समापयितुं शक्नुमः इति मन्ये. तदनन्तरं पुनः तत्र विद्याधरी पुस्तकं गन्तुं शक्नुमः. तर्हि विरमाम अत्र. नमस्कारः, धन्यवादः. अग्रिमवर्गे मिलामः. तर्हि नमस्कारः. धन्यवादः. नमस्कारः महोदय.